ॐ श्रीगुरुभ्यो नमः. अगजाननपद्मार्कं गजाननमगर्निशम् अनेकदन्तं भक्तानाम् एकदन्तम् उपास्महे. श्रीमहागणपतये नमः. पुरवे सर्वलोकानां भीषजे भवरोगिणां निधये सर्वविद्यानां दक्षिणामूर्तये नमः. अस्मद्गुरुचरणारविन्दाभ्यां नमः. ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे. श्रीहयग्रीवमूर्तये नमः. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी. विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. श्रीमहासरस्वत्यै नमः. सर्वे किं वदामि? तावत् अस्तु भगिनि, समीचीनमेव. धन्यवादः भगिनि. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विसर्गसन्धिः इति. तत्र अस्मिन् विषये वयं तत्र करपत्रं पठितवन्तः स्वरूपमहोदयस्य. इदानीं तत्र गीताप्रवेशपुस्तके इदानीं तत्र चतुर्थपाठः ऐन्स्टैन् उवाच इति. तत्र विसर्गसन्धिः इति व्याकरण अंशः तत्र पेज् 49 मध्ये. तत्र इदानीं चतुर्थ अभ्यासः चतुर्थ बिन्दु एकः तत्र सन्धिं कुरुत अधोभागे अस्ति. तत्र प्रथम अभ्यासः अस्ति ज्ञानिनः योगः तत्त्वदर्शिनः इति. तत्र भगवद्गीतायाः श्लोकः. तर्हि तत्र शोभा भगिनी भवती आरम्भं करोति वा तत्र? आं महोदय. अन्ति ज्ञानिनः योगः तत्त्वदर्शिनः इति. इदानीं तत्र ज्ञानिनः इति अकारपूर्वः अस्ति विसर्गः, अतः परे तकारः अस्ति. इत्युक्ते तत्र भाट्टसूत्रम् अनुसृत्य तकारः खर्वर्णः, अतः भाट्टसूत्रम् अनुसृत्य किं भवति, विसर्जनीयस्य सः खरि कखपपितु विसर्गः इति. तर्हि तत्र खर्वर्णः अस्ति परम्, अतः तत्र सकारः भवेत्. ज्ञानिनस् योगः तत्त्वदर्शिनः इति भवति. तदनन्तरं ससजशुरुः इत्यनेन ऋत्वं ज्ञानिनर् तत्त्वदर्शिनः इति. अपि च रेफस्य स्थाने किम्, इदानीम् अस्माकं सूत्राणि तत्र भगिनी भाटसूत्रे विषये चर्चितवन्तः, ज्ञानिनः तत्त्वदर्शिनः तकारखर्वर्णः अस्ति इति कारणतः विसर्गः सकारः भवति, ज्ञानिस्तत्त्वदर्शिनः इति रूपम् अस्ति. सूत्रपक्षे किं तत्र ज्ञानिनः ज्ञानिस् भवति. तत्र विसर्जनीयस्य सः इति सूत्रं वदतु भगिनि. नो नो, वाट् यु सेड् इस् करेक्ट्, बट् वाट् ऐ एम् सेयिङ्ग्, भाटसूत्रस्य विषये यत् चर्चितवन्तः तत्र ज्ञानिनः तत्त्वदर्शिनः तत्र प्रथमभाटसूत्रं कार्यं करोति. विसर्जनीयस्य सः करि ककपपेतु विसर्गः, तत्र विसर्गस्य स्थाने सकारायाति ज्ञाने तत्त्वदर्शिनः इति रूपं प्राप्नुमतः. बट् सूत्रदृष्ट्या किं भवति तद् वदनीयं वा तत्र? तत्र विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारादेशः. ज्ञानिनस् इदानीं तत्र पदान्तसकारः इति कृत्वा ससजशुरुः इति कार्यं करोति तत्र. ससजशुरुः इति सूत्रं वदति पदान्तसकारस्य स्थाने रु आदेशः भवति. कदा भवति? तावदेव तत्र ससजशु पदस्य रुः इति ऋत्वं भवति. ज्ञानिनर् उकारः उच्चारणार्थं नानि नर् योगः तत्त्वदर्शिनः. इदानीं पदान्तरेफस्य स्थाने विसर्गादेशो भवति खरि अवसाने च इति. तत्र खर् वर्णः अस्ति, खर् अवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने तत्र विसर्गादेशः भवति. तत् कथं वि आर् गोयिङ्ग् रौण्ड् अण्ड् रौण्ड् रौण्ड् अतः तत्र क्षम्यताम् तत्र किमपि एतादृशं रेफात् परे किं भवेत् तत्र किमर्थं भ्रमः अस्ति भगिनि? वयम् अस्मिन् विषये चर्चितवन्तः इति मन्ये भगिनि, नाम तत्र अत्र एतादृशं तत्र वृत्ताकारं न भवति, तत्र कोऽपि किमपि सूत्रं कार्यं न करोति, यतोहि तत्र असिद्धम् इति आसीत् खलु, तत्र पूर्वतः सिद्धं तत्र किं किम् आसीत् तत्र तत्र सद्यायि मध्ये तत्र ज्ञानिनः सत्यं तत्र केवलं नामपदम् अस्ति चेत् प्रातिपदिकरूपेण स्वीकर्तुं शक्नुमः किन्तु अत्र न विसर्जनीयस्य सः इति तत्त्वदर्शिनः इति एव भवेत् इति मन्ये तत्र तत्र अग्रे किमपि न भवति इति, यतोहि ससजुषुरुहि रुः इति एकवारमेव कार्यं करोति. सर्वतानि विसर्जनीयते इत्युक्ते प्रसक्ति नास्ति नास्ति यद्यपि किन्तु ज्ञानी नर् ज्ञानी नर् इति न भवति इति मन्ये न भवति तत्र. एतादृशं वयं करपत्रे वयं पठितवन्तः खलु, नाम तादृशं न भवति इति, किन्तु इदानीं तत्र कुत्र महोदय तावदेव तत्र इदानीं पश्यन्ती अपि अस्मि तत्र करपत्रे तत्र केवलं विसर्जनीयस्य सः तत् तेन सकारादेशः तदनन्तरं ससजुषोरुः इत्यनेन रेफ आदेशः खर् अवसानयोर्विसर्जनीयः इति पुनः विसर्गः आगच्छति. तदनन्तरं विसर्जनीयस्य सः इति सामान्यतया कुत्र भवति तत्र मानचित्रम् इति अस्ति खलु महोदय अन्ते पूर्व तत्र परः तथा अस्ति चेत् कार्याणि कथं भवन्ति इति दत्तं तत्र बालस् इति स्वीकृतं, किन्तु बालस् इति अस्माकं विषयः नास्ति तत्र. प्रातिपदिकं सकारः अस्ति तर्हि प्रातिपदिकस्य सकारः अस्ति चेत् एतत् सर्वं भवति यत् मया उक्तं, किन्तु तत्र ज्ञानिनः इति षष्टिविभक्तिः तत्र विसर्गस्य स्थाने सकारादेशः भवति. तदनन्तरं ज्ञानस् फैनल् रूपं तदेव तत्र, किन्तु अस्मिन् विषये उक्तम् इति मन्ये भगिनि, नाम तत्र तत्र सिद्धम् इति पूर्वत्र सिद्धम् इति ससजुषोरुः इति पुनः आगत्य कार्यं न करोति इति, इत्युक्ते ज्ञानिनः इत्यत्र तत्र विसर्जनीयस्य सः इति, किन्तु ससजुषोरुः तु आगच्छति तत्र एकवारमेव खलु महोदय. विसर्जनीयस्य सः इति प्रथमं भवति, तदनन्तरं सः भवति चेत् ससजुषोरुः इति आगच्छति, तेन ऋत्वं भवति. ज्ञानिनर् तावत् तावत्तु भवति ज्ञानिनर् योगः त इदानीं रेफ परे इदानीं तत्र पुनः विसर्जनीयस्य सः इति न भवति वा किं तत्र तत्र एकवारं तत्र करपत्रे एव पठामः पुनर एकवारं राम न चिन्ता मास्तु भगिनि, नाम तत्र यतोहि करपत्रे सर्वदा तत्र नामपदमेव स्वीकृतं, वृष्टिः, वानसः, प्रातर् तिष्ठति तदेक उदाहरणं दत्तं तत्र प्रातर् तिष्ठति करवसानयोर्विसर्जनीयः इत्यनेन पदान्तरेफस्य स्थाने विसर्गादेशो भवति खरि परे प्रातः तिष्ठति विसर्जनीयस्य सः इत्यनेन विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे प्रातस्तिष्ठति तदेव दट्स् आल् सो सेम् आन् द सेम् लैन्स् ज्ञानिन् ज्ञानिन् इति प्रातिपदिकम् अस्ति न तत्र ज्ञानिन् देन् यु हेव् सु ज्ञानिन् सु सत्यं ज्ञानिन् इति अस्ति ज्ञानिन् सु प्रातिपदिकं ज्ञानी ज्ञानिन् योगः सु सुप् प्रत्यय सु योगः तत्त्वदर्शिनः तत्र सुस्थाने किं भवति किमस्ति सचशिशो रुगु इत्यनेन सुस्थाने सकारस्य स्थाने रेप आयाति वेदभगिनी एकनिमिषः भगिनी तत्र अशोभगिनी तत्र करपत्रे यत्र तत्र सूत्रसहितदृष्टिः अस्ति खलु भगिनी शोभगिनी तत्र सूत्रसहितदृष्टिमध्ये प्रथमं सोपानम् तत्र गच्छामः प्रथमं सोपानं कुत्र अस्ति सूत्रसहितदृष्टिः अधोभागे भगिनि नाम तत्र पुस्तके नास्ति नाम करपत्रे पेज् नम्बर् करपत्रे पेज् नम्बर् न जानामि भगिनि तत्र इति अस्ति तत्र पञ्चभाटसूत्राणां चर्चा तदनन्तरं तत्र भगिनि तत्र तस्तु जोषो रुः सत्त्वजुषो रुः इत्यनेन न क्षम्यतां तत्र वदतु भगिनि तिष्ठति खलु तत्र तत्र हा ससजुषो रुः इत्यनेन रु आदेशः भवति तत्र किन्तु प्रथमं तु तत्र महोदय विसर्गस्य स्थाने विसर्जनीयस्य सः इति भवति यतोहि अकारात् परं विसर्गः तदनन्तरं तत्र तर्हि विसर्जनीयस्य सः खरि तर्हि रामस्तिष्ठति रामस्तिष्ठति तत्रापि ज्ञानिन तत्त्वदर्शिनः इति एव रूपम् इति एव भवति भगिनि भगिनि शोभगिनी अतः तत्र अत्र अस्मिन् तत्र भागे तत्र प्रायश एतत् यदि करोमि तत्र इत्यस्य अनुवृत्तिः एकनिमिष तत्र अत्र एकः भागः अस्ति नाम तत्र प्रायश तत्र चाट् मध्ये स्थापयामि यतोहि तत् तदेव अस्माकम् अस्मिन् विषये एव चर्चा इति मन्ये तत्र किं गन्तुम् इच्छति आगतं वा तत्र केवलं तत्र करपत्रे यदस्ति तदेव तत्र अत्र सकारः पदान्ते इत्यनेन सकारस्य स्थाने रु आदेशः भवति स्म किन्तु विसर्जनीयस्य सः त्रिपादिसूत्रं तदपेक्षया ससुषो रुः इति पूर्वसूत्रम् अस्तु अतः पूर्वत्र सिद्धम् इत्यनेन विसर्जनीयस्य सकारादेशः इति कार्यम् असिद्धं ससजुषो रुः इति सूत्रस्य दृष्ट्या तदर्थं ससजुषोरुः रामः तिष्ठति इत्येव पश्यति न तु रामस्तिष्ठति अस्तु अतः रामस्तिष्ठति रामस्तिष्ठति इत्येव भवति तथैव अत्रापि इति मन्ये भगिनि शोभगिनी खलु इति मन्ये महोदय तत्र नो नो चेत् तत्र वयं तत्र गोयिङ्ग् अराउण्ड् इन् अ सर्कल् इति भवति तत्र अन्तः एव नास्ति यत्र वयं दृष्टवन्तः यत्र भवान् उक्तवान् रामः योगः सु तत्र रामः एतानि सर्वाणि भवन्ति अस्तु किन्तु तदेव अन्तिमरूपं तु तदेव इति मन्ये किन्तु तत्र किन्तु समाधानं एतत् समीचीनं नास्ति इत्यस्य अपेक्षया अधिकं वक्तव्यम् इति चिन्तयति वा भगिनि? नाम केवलं तत्र नाम विसर्जनीयस्य सः इति तत्र पर्याप्तं नास्ति, किमर्थम् इति न उक्तवती, तदेव खलु महोदय, तत्र वदनीयं खलु किमर्थं तत्र एव स्थगितं भवति इति. तत्र यतोहि रामस् इति प्रातिपदिकस्य सकारः महोदय, प्रातिपदिक किं तत्र रामयोगः सु इति रामस् इति प्रातिपदिकं न, किन्तु तत्र सुप्रत्यय तत्रापि ज्ञानी नः इति तत्र विभक्तिः अस्ति इदानीं तत्रापि सुप्रत्यय हा सुप्रत्ययात् आगतः विभक्तिः नानिनः इति, इत्युक्ते षष्टिविभक्तिः खलु, तत्र नस् इति प्रत्ययः आगच्छति, हा नानिनः इति, तर्हि तस्य सकारः तत्र तेन विसर्गः अभवत्, तत्र सकारः अस्ति, तदनन्तरं तसजुषुरुः इति अभवत्, तदनन्तरम् एतत् सर्वम् अभवत् तत्र. तर्हि किञ्चित् अहं भवान् भगिनी वदतु शास्त्ररीत्या यदि पश्यामः चेत् पदगतसत्कारपक्षे यदि तद्विषये प्रत्येकं पदं पृथक्तया नीतवन् किं वदामि नयने नय you have to bring that, you know, prateka padam pratyaktaya, we have to bring pada pada, so here two padams are here, jnanin and tatva darshin, two padams are there. First jnanin tatra pratipadikam kim asti, tatra jnanin iti pratipadikam, tasya pratipadikam yoga prathama what is that vibhakti su pratyaya asti, so jnanin yoga su. तत्पश्चात् किं करणीयम् इति महोदयस्य मेसेज् मध्ये अस्ति तत् सर्वम् इति. तो यु गो वित् ज्ञानिन् योगः सु योगः तत्त्वदर्शिनः, ज्ञानिन् योगः सु बिकम्स् ज्ञानिन् योगः स, स बिकम्स् रैट् स, उकारस्य लोपः भूत्वा ज्ञानिन् स रैट्, अण्ड् देन् यु डू दि थिङ्ग् आल् दि सूत्रम् use such as shoruhu and then kuntu bani tatra sas sas jo shoruhu radyam na kar agachati tatra shashti asti khalu veda bhagini nasti agachati ke magni tatra gnani nah iti shashti vibhakti hi khalu tatra to jati vibhakti asti parantu don't go by that. When you do pada samskara, you have to take the first padam and the second padam, right? The first padam you take, you mean to say, matlab, that there you should not put a su, but you should put the relevant sikt, the vibhakti pratyaya, we have to put there. That's what you're saying, right? Yeah, that's what you're saying. Okay. But sikt vibhakti pratyaya asti chet, ngit pratyaya asti. I don't know, let us, is there no example? Nas iti asti bhagini, nas asti. Tatra asti iti tishtati. There is no example, there is parapatra giving like jnani naha iti na diyate, karapatre. Tatra sarvam prathama vibhakti eva, ramaha munihi guruhu ramaha eva. Tadeva udharanam abhi diyate. Bahuvachane asti prathama vibhakti iti vadati kalu? ज्ञानी ज्ञानिनौ ज्ञानिनः इति वा योगिनौ योगिनः भगिनि सत्यं सत्यं तत्र प्रथमविभक्ति एव अस्ति प्रथमविभक्ति एव तर्हि तत्र जस् इति भवति तस्य अस् इति तिष्ठति किन्तु तर्हि ज्ञानिनस् इति एव तत्र तर्हि इदानीं तत् अस्ति प्रातिपदिकम् इत्युक्ते तत्र प्रातिपदिकस्य सकारः अस्ति इदानीं खलु प्रातिपदिकं नास्ति पदान्तसकारः सकारः सुबन्तपदस्य सकारः हा इत्युक्ते पदान्त सुप् प्रत्ययेन इदानीं पदम् इति आगतं तत्र पदान्तसकारः इति भवति पदान्तसकारस्य ससजुषोरुः इत्यनेन ऋत्वं भवति खलु किन्तु तत्सर्वं पूर्वं यत् तत्र दत्तं सो ऐ एम् गोङ्ग् टु से वाट् हेपन्ड् बिफोर् दिस् ज्ञानिनस् ससजुषुरुः इत्यनेन ऋत्वं भवति सकारस्य स्थाने तदनन्तरं करिपरे खरवसानयोर्विसर्जनीयः इत्यनेन पुनः तत्र किं रेफः आगच्छति ज्ञानिनर् इति भवति तदनन्तरं किं विसर्जनीयस्य सः इति आगच्छति न न न खरवसानयोर्विसर्जनीयः इत्युक्ते विसर्गः आयाति न तत्र क्षम्यतां विसर्गः आयाति विसर्गः आयाति तत्र अस्ति इदानीम् अस्माकं पदं तत्र अस्ति ज्ञानिनः इति बहुवचने इदानीं तत्र विसर्गः अस्ति तर्हि विसर्जनीयस्य सः इति पुनः तत्र यतोहि प्रथमम् आगतं सकारः विसर्जनीयस्य सः इत्यस्य न किन्तु सुप् इत्यस्य स आसीत् इदानीं विसर्जनीयस्य सः इत्यनेन ज्ञानिनस् इति भवति तदनन्तरं किमपि कार्यं नास्ति तत्र इदानीं समीचीनं भगिनि पुनः ससजुषोरुः इति न कर्तुं शक्नुमः अतः तत्र एव पूर्वत्र सिद्धम् इति भवति तत्त्वदर्शिनः इति तिष्ठति इदानीं समीचीनम् अस्तु सर्वं विस्मृतं महोदय एतत् सर्वं तथैव भगिनि तत्र सन्धिकार्ये तत्र अनेकानि सूत्राणि सन्ति तेषां तत्र प्रयोगः तत्र समीचीनं किन्तु इदानीं समीचीनम् इति मन्ये समीचीनम् इति मन्ये महोदय खलु सत्यं भगिनि सत्यं इदानीं समीचीनं तर्हि तत्र श्लोकमपि छात्रमपि अस्ति वा तदेव इदानीं किन्तु श्लोकः अपि अस्ति तत् पठामः भगिनि तदनन्तरं हनुमतः इति गच्छामः तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः इति अस्तु तद् विधि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्वदर्शिनः अस्तु तत्र ज्ञानिनः तत्त्वदर्शिनः विशेषविशेषणं ज्ञानम् उपदेक्ष्यन्ति ते इति अर्थः इत्युक्ते तद् विद्धि नो दट् थ्रू प्रोस्ट्रेशन् इन्क्वैरि अण्ड् सर्विस् द वैज् वन्स् हू हेव् रियलैज् द ट्रूत् विल् इम्पार्ट् द नालेज् टु यु इति ज्ञानिनस्तत्त्वदर्शिनः द वैस् मेन् ओके हा इत्युक्ते तत्र अन्वयं कुर्मः चेत् विद्धि तत् प्रणिपातेन इत्युक्ते थ्रू प्रोस्ट्रेशन् प्रणिपातेन अपि च परिप्रश्नेन थ्रू इन्क्वैरि तत्र परिप्रश्नेन इत्युक्ते पुनः पुनः प्रष्टव्यं यतोहि तादृशं ज्ञानम् अस्ति यत् एकवारमेव शृण्मः पृच्छामः चेदपि तस्य सम्यक् अवगमनं न भवति अतः परिप्रष्टव्यं परिप्रश्नेन अपि च सेवया through the service of the guru gurau api vedeshu shraddha bhavet purnataya shraddha bhavet sevaya kim guroho sevaya api itse tatra viddhi tat pari pranipatena pariprashnena guroho sevaya jnaninaha तत्त्वदर्शिनः एतत् करोतु तदा ते किं कुर्वन्ति नाम गुरुः अथवा एतत् हा अस्माभिः करणीयं तदा ते ज्ञानिनः तत्त्वदर्शिनः उपदेक्ष्यन्ति उपदेशं करिष्यन्ति तत्र भविष्यत्काले उपदेक्ष्यन्ति ते टु यु ज्ञानम् इति ज्ञानम् उपदेक्ष्यन्ति बहु उत्तमस्ति श्लोकः महोदय आं भगिनि तर्हि तस्मात् आगते पदे ज्ञानिनः तत्त्वदर्शिनः इति तत्त्वदर्शिनः तर्हि प्रथमा विभक्ति बहुवचनं हा प्रथमविभक्ति बहुवचने अपि च इदानीं श्लोकमपि दृष्टवन्तः तत्र ज्ञानिनस्तत्त्वदर्शिनः इति एव दर्शिनः अतः सम्यक् रूपमेव सकारः एव अस्ति तर्हि तत्र प्रथमे भागे अस्माकं कार्यं नाम किं करणीयम् अस्माभिः प्रणिपातनं तत्र हा परिप्रणिपातनं अपि सेवा अपि सेवा सेवा हा एतत् निश्चया यदि कुर्मः वयं तत्र ते तु ज्ञानं तत्र उपदेक्ष्यन्ति उपदेक्ष्यन्ति तत्र महोदय प्रणिपातेन इत्युक्ते प्रा इति उपसर्गः निपातेन इति अस्ति इत्युक्ते फालिङ्ग् फालिङ्ग् अट् देर् फीट् इति तत्र पूरयामः निपातं निपातनम् अतः निपातेन प्रनिपातेन टुवर्ड्स् टुवर्ड्स् इति तत्र प्रपन्न इति अपि दृष्टवन्तः खलु महोदय प्रपन्न पारिजात प्रपन्न इत्युक्ते तत्र पद् इति धातुः प्रपन्न फालिङ्ग् टुवर्ड्स् अट् देर् फीट् इति भवति तत्रापि तत्रापि प्रनिपातेन अपि च हा परिप्रश्ने समीचीनं तत्र हा प्रनिपात तत्र अपि अत्र परियोगः प्रश्नः अस्तु तत्र उपसर्ग प्र अपि परि हा परि बहुवारं न द्रक्ष्यामः खलु परि इति उपसर्गः सत्यं परि परिप्रश्नं इति परित्यज्य परित्यज्य तदेव केवलं तदेव जानामि तत्र परि इति उपसर्गः कुत्रापि भव तत् गीतायां पठितवती महोदय परिप्रश्नः इत्युक्ते केवल न केवलं पुनः पुनः प्रष्टव्यम् इति किन्तु स्पष्टार्थं यदा पृच्छामः पुनः पुनः तत्र परिप्रश्नः इति भवति इति ओ अस्तु अस्तु केवलं केवलं तदेव एकम् एकः एकः एव प्रश्नः बहुवारं पृच्छामश्चेत् तत्र परिप्रश्नः इति न भवति किन्तु प्रश्नस्य उत्तरं प्राप्तं तदनन्तरं तस्य अवगमनार्थं नूतनः प्रश्नः अवगमनाय नूतनः स्पष्टतायाः कृते स्पष्टतायाः कृते कृते इति उत्तममस्ति भगिनि अस्मिन् विषये तत्र संशयः अस्ति चेत् अग्रे सर्तुं न शक्नुमः तत्र ज्ञानं दृढेन तत्र स्थातव्यं मनसि आमां स्पष्टता अपेक्षितं समीचीनम् अस्ति भगिनि धन्यवादः भगिनि अस्तु अस्तु अग्रे तर्हि तत्र निवेदिता भगिनि अग्रे पठति वा आम् हनुमतः छत्रम् अत्र तत्सजुषोरुः सूत्रेण हनुमतरु छत्रम् अनुबन्धलोपे रेफ् सूत्रेण हनुमत रेफ् छत्रम् अनन्तरं विसर्ज करवसानयोर्विसर्जनीयसूत्रेण विसर्गः आगच्छति विसर्जनीयस्य सह सूत्रेण विसर्गस्य सकारः भवति हनुमत्स छत्रम् अनन्तरं स्तोः शुनाशुः सूत्रेण हनुमत् छत्रं शकारः आगच्छति शुष्टुव भवति समीचीनम् अस्ति वा समीचीनं समीचीनमित्तं अग्रे अपि पठति वा तत्र आम् शिरः अधिकं स्थिरम् अत्र ससजुषोरुः सूत्रेण शिररु स्थिरम् अनुबन्धलोपे रेफ् सूत्रेण शिररेफ् स्थिरं परवसानयोर्विसर्जनीयसूत्रेण अनन्तरं विसर्ग आगच्छति शिरः स्थिरम् अनन्तरं विसर्जनीयस्य सह सूत्रेण सकारः आगच्छति शिरः स्थिरम् वैकल्पिकरूप अस्ति खलु शिरः स्थिरं शिरः स्थिरं हा सत्यं भगिनि हा हा हा हा तत्र सकारः अस्ति इति कृत्वा सत्यं भगिनि हा तत्र भाट्यसूत्र प्रकारे एतत् प्रथमे सोपाने एव भवति खलु नाम शिरस्थिरम् अथवा शिरस्थिरम् वाशरीचनेन शिरः शिरः स्थिरम् इति वैकल्पिकरूपं भवति तत्र खलु महोदय द्वितीयं वदतु भगिनि तत्र किम् अस्ति वाशरी इत्यनेन तत्र विसर्गः कथं पाठितम् इत्युक्ते वेदा भगिनी अपि जानाति खलु भगिनी तत्र विसर्गस्य स्थाने विसर्ग आदेशः भवति पुनः इति तत्र तिष्ठति इति न वदामः यतोहि तत्र विसर्गस्य स्थाने अन्यः विसर्गः आगच्छति इति चिन्तनीयम् अस्तु आमामां तत्र कार्यं तु भवति एव यद्यपि विसर्गः अस्ति चेदपि तत्र अन्य पुनः विसर्ग आदेशः तस्मिन् स्थाने भवति इति पाठितमासीत् महोदय तत्र ओ अस्तु भगिनि अस्तु भगिनि अतः तत्र किमपि परिवर्तनं न जातम् इति चिन्ता तादृशं चिन्तनं मास्तु तादृशं नास्ति परिवर्तनं जातं किन्तु पुनः नूतनस्थितिः तदेव आदेशः तदेव आदेशरूपेण स्वीकृतः आदेशः तु अभवत् किन्तु स्थितिः तु समाना तथा आसीत् तथा अस्ति दृश्यते ओ तत्रापि बहु किमपि अस्ति भगिनि अवगन्तव्यं खलु नाम तत्र वयं चिन्तयामः तत्र लोकेपि तत्र कुत्र तत्र उदाहरणं नाम तत्र हेराक्लिटस् इति अस्ति सः उक्तवान् यु केन् जम्प् यु केण्ट् एण्टर् द सेम् रिवर् ट्वैस् इति सत्यं नाम तत्र वयं चिन्तयामः तदेव सा एव नदी किन्तु तत्र जल तत्र जलं तु समानम् इति भाति किन्तु तत्र नूतनं जलम् अस्ति अतः स्थितिः समाना किन्तु परिवर्तनं जातं तत्र इति तथा एव महोदय सम्यक् उदाहरणम् अस्तु निवेदिता कौमुदीमध्ये लघुसिद्धान्तकौमुदीमध्ये अस्ति वा शरीसूत्रमध्ये शरी विसर्गस्य विसर्गो वा अस्तु तर्हि विसर्गस्य स्थाने विसर्गः अथवा अस्तु विसर्गस्य विसर्गो वा अतः हरिः श्येते हरिश्चेते हरिश्येते अग्रिममपि करोतु भगिनि आमां शिर् सोरि ब्रह्मणः त्रिविधः अत्र ससजुषुरुः सूत्रेण रु आगच्छति ब्रह्मणरु त्रिविधः प्रथमं विसर्जनीयस्य सह इति खलु भगिनि हा ब्रह्मणरु अनुबन्धलोपे रेफ् अनन्तरं विसर्जनीयस्य सह प्रथमतया तु यदा पदसंज्ञा किं वदामि ब्रह्मणरु ब्रह्मणरेफ् विसर्ग अनन्तरं विसर्जनीयस्य सह सम्यक् अस्ति वा प्रातिपदिकयोगः सुप्रत्यय अस्तु अस्तु तर्हि प्रातिपदिकं तत्र ब्रह्मन् इति प्रातिपदिकं ब्रह्मन् योगः ब्रह्मणः इति द्वितीया विभक्ति बहुवचनमस्ति जस्ट् षट् भवति न षष्टि खलु तत्र ब्रह्मण न न द्वितीया विभक्ति द्वितीया विभक्ति बहुवचनं ब्रह्मन् इति प्रातिपदिकम् षसागर ब्रह्मन् इति नपुंसक अस्ति इति मन्ये भगिनी ब्रह्मब्रह्मणि ब्रह्माणि ब्रह्मब्रह्मणि ब्रह्माणि इति भवति तत्तु नपुंसकलिङ्गे पुल्लिङ्गे ब्रह्म ब्रह्माणौ ब्रह्माणः ब्रह्माणं ब्रह्माणौ ब्रह्माणः तद् ब्रह्मणः इति अस्ति तदपि अस्ति अस्तु तद् ब्रह्म इति ब्रह्मदेवस्य विषये तत्तु सत्यं भगिनि किन्तु अत्र रूपं किम् इति नाम तत्र ब्रह्म इति पुल्लिङ्गे अपि अस्ति महोदय ब्रह्मन् योगः षस् इत्युक्ते अस् ब्रह्मन् योग अस् ब्रह्मणस् णकार तु बिकास् आफ् णत्वं णकार आयाति सो ब्रह्मणस् इति प्रथमपदम् अस्ति ब्रह्मणस् किन्तु भगिनि अत्र षष्टि अस्ति भगिनि अत्र अत्र षष्टि अस्ति भगिनि अत्र नपुंसकलिङ्गे षष्टि अस्ति भगिनि नाम ब्रह्मण् इति प्रातिपदिकम् अत्र ब्रह्मन् तस्य षष्टिविभक्ति अपि ब्रह्मणः इति अस्ति करेक्ट् हा हा हा इति अस्ति भगिनि द्विवचने अपि अस्ति अपि च सत्यं सत्यं भगिनि षष्टि एकवचने तादृशं रूपम् अस्ति भगिनि सत्यं बट् षष्टि एकवचनं यदि चिनुते चेत् तत्र सकार इति सुप्रत्यय नास्ति तत्र प्रत्ययक नीप् नीत् सम्थिङ्ग् ऐ फर्गाट् वो बि भूल् गै सार एव्रिथिङ्ग् यु फर्गाट् इन् दिस् तर्हि तर्हि निवेदितभगिनी तत्र प्रयत्नं करोतु तर्हि तत्र आरम्भतीय ब्रह्मणः योगः त्रिविधः इति सस्यजुषुरुः सूत्रेण रु आगच्छति अनन्तरम् अनुबन्धलोपे रेफ् सूत्रेण रेफ् आगच्छति अनन्तरं खरवसानयोर्विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति अनन्तरं विसर्जनीयस्य सः इति सूत्रेण सकारः आगच्छति ब्रह्मणस्त्रिविधः इति एव तावदेव भगिनि सत्यं श्लोक अस्ति ॐ तस्सतीति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा विहिताः पुरा कुपोकपोषः विहिताः पुरा विहिताः पुरा वा विहिताः पुरा तत्र दीर्घ आकारः भगिनि विहिताः पुरा यतोहि तत्र यज्ञाः इति अस्ति खलु यज्ञाश्च विहिताः तर्हि तत्र बहुवचने अतः अहं अनन्तरं पकारः अस्ति न अतः हा हा सत्यं सत्यं कपौ च अर्थविसर्गः आगच्छति ओ अतः अतः अस्तु अस्तु अस्तु अस्तु विहितः पुरा हा विहितः पुरा अस्तु ॐ तत् सत् आदि त्रिविध नाम्नि परमात्मा निर्देश निर्देश है परमात्मा ब्रह्मण ब्रह्मण कर्तुम् नाम निर्देशः किन्तु निर्देशः इति अथवा विवरणम् अथवा तत्र उपदेशं निर्देशः किन्तु तस्य भागत्रयमस्ति यतोहि तत्र पदत्रयमस्ति खलु नाम ओम् इति अस्ति तत् इति अस्ति तत् इति अस्ति अतः तत्र निर्देशः त्रिविधः तर्हि निर्देशः अपि त्रिविधः तत्र विशेषणविशेषीयभावः निर्देशः कीदृशः त्रिविधः निर्देशः इति कस्य निर्देशः ब्रह्मणः इति षष्टि तत्र ब्रह्मणः निर्देशः परमात्मा तत्त्वस्य निर्देशः अपि स्मृतः स्मृतत्वस्य निर्देशः अस्ति अत्र स्मृतः तप्रत्ययः अस्ति सत्यं हा सत्यं हा स्मृतः ब्रह्मणस् ब्रह्मणा तत्र ब्रह्मण ब्रह्मणा तत्र स्मृतः नाम तत्र कर्मणि प्रयोगः स्मृतः नाम कर्मणि प्रयोगः, कर्मणि भूतकालकर्मणि खलु, नाम पठितं पठितं पठितं पाठ पठितं पाठम् इति, पठितं ग्रन्थम् इति तादृशं तत्र ब्राह्मणा अत्रापि ब्राह्मणाः तेन अस्ति खलु, तेन वेदाश्च वेदाः च यज्ञाः च विहिताः पुरा. तत्र ब्राह्मणाः अपि तथा ब्राह्मणानां तथा यज्ञानां रचना ब्राह्मणाः अपि तदा तेन नाम तत्र तेन निर्देशेण नाम ओम् तत्सत् इति उक्त्वा इति तत्र तस्य उच्चारणं कृत्वा तत्र वेदे अपि तत्र यज्ञाः अपि तत्र होमाः तत्र कृतवन्तः इति मन्ये खलु, नाम तेषु एतस्य प्रयोगः आगच्छति इति. ओ क्षम्यतां, न क्षम्यतां भगिनि, न मम दोषी उक्तं महोदय. तत्र ओम् तत्सत् इति तत्र ब्राह्मणाः वेदाः अपि यज्ञाः इति तस्य अपि तत्र प्रारम्भे रचनाः भवति खलु, सृष्ट्याः प्रारम्भे परमात्मनः तत्र वेदानां ब्राह्मणानां तथा च यज्ञानां रचनाः अभवत् सत्यं भगिनि, सत्यं तत्र तेन कृता इति नास्ति, अभवत् ब्राह्मणाः वेदाः यज्ञाः च तत्र अभवन् नाम तत्र अपि त्रिविधाः इति त्रिविधेन तेन इति. शोभगिनी भवती किमपि वक्तुं तत्र ओम् तत्सत् इति यथा तत्र सच्चित् आनन्द इति अस्ति खलु तत्र तथा ओम् तत्सत् इति ब्रह्मणः निर्देशः इत्युक्ते ब्रह्म सत् ओम् ब्रह्म तत् ब्रह्म सत् इति. तत्र ब्रह्म इत्युक्ते नपुंसकलिङ्गे एव, यतोहि आत्मा इति निर्देशे ब्रह्म इति स्वीकृतं, ब्रह्मन् इत्यस्य ब्रह्म इति भवति. तत्र ओम् तत्सत् इति तस्य ब्रह्मणः निर्देशः कृतमस्ति तेन सः ओम् तत् सत् इति स्मृतः सः ब्रह्मन् सः न तत् इति एव भवति तत्र, किन्तु स्मृतः इति अस्ति. अस्तु तावदेव वक्तुम् इष्टवती महोदय, ओम् तत् सत् इति ब्रह्मणः निर्देशः इति. अपि च ब्रह्मणः ओङ्कारस्वरूपम् अस्ति, सच्चिदानन्दम् अस्ति इति सत्यं तादृशं सत्यं भगिनि. ओम् तत् सत् इति ब्रह्म एव, ओम् इति ब्रह्म एव, तत् इति ब्रह्म एव, सत् इति तत् सत् इति भवति. तत् इत्युक्ते तत्र सर्वदा ब्रह्म एव खलु महोदय, वेदसिद्धान्ते तत् ब्रह्म एव, तत् ब्रह्म सत् इति भवति तत्र इति दत्तमस्ति महोदय. तत्र त्रिविधः अस्तु भगिनि, तत्र त्रिविधः त्रिफोल्ड् निर्देशः डेसिग्नेशन् मेन्शन् बै नेम् निर्देश इस् दट् बै विच् ए थिङ्ग् इस् स्पेसिफैड् ब्रह्मणः आफ् ब्रह्मन् द ब्राह्मणास् अण्ड् द वेदास् अण्ड् द सेक्रिफैसस् वर् विहिताः अडेण्ड् क्रियेटेड् तेन by that threefold designation pura in the days of yore. This is said by way of eulogizing the designation. So brahmanas and the vedas and the sacrifices were vihitaha tena by that threefold designation. So the english ओम तत्सत् दिस् इस् कन्सिडर्ड् टु बि द त्री फोर् डेसिग्नेशन् आफ् ब्रह्मन् द ब्राह्मणास् अण्ड् वेदास् अण्ड् द सेक्रिफैसस् वर् आर्डेन्ड् बै दट् इन् द डेस् आफ् योर् बै दट् ब्रह्मन् बै दट् ब्रह्मन् इति भवति तर्हि तत्र दिस् इस् इन् श्रद्धात्रयविभागयोगः इति इत्यस्मिन् अध्याये अस्ति महोदय श्रद्धात्रयविभागः त्रिविधः भवति राजसी सात्वकी अस्तु अस्तु प्रायशः तत्र एतद् तत्र अपि आगच्छति इति मन्ये तत्र शृङ्गेरी तत्र तेषां कोऽपि पाठयति एतत् एकदिनं सत्यं महोदय पश्यामः अस्तु समीचीनं भगिनि अस्तु तर्हि तत्र गीताश्लोकायां तु बहु किमपि अस्ति तत्र पर्याप्तं न भवति तत्र विवरणम् अस्तु अग्रे तर्हि शोभा भगिनी भवती एव तत्र भीष्मः भीष्मः शेते तत्र तत्रापि तदेव प्रक्रिया भवति भीष्मः इति इदानीम् एकवचने प्रथमविभक्तिः तर्हि भीष्मस् इति भवति ससजुषोरुः इत्यनेन ऋत्वम् अपि च खरवसानयोर्विसर्जनीयः इत्यनेन ऋत्वस्य स्थाने रेफः तदनन्तरं विसर्जनीयस्य सः इत्यनेन किं भवति तत्र स्था इति आगच्छति तदनन्तरं भीष्मस् योगः शेते इदानीं परवर्णः शकारः अतः तत्र श्चुत्वं भवति भीष्मश्शेते इति रूपं भवति तत्रापि शकारः परवर्णः इति कृत्वा वाशरी इत्यने इति सूत्रेण विकल्पेन भीष्मश्शेते इति अपि रूपं सिद्ध्यति रूपद्वयं भीष्मश्शेते इति अग्रिमं कर्मयोगः योगः च तत्रापि तदेव ससजुषुरुः विसर्जनीयस्य सः खरवसानयोर्विसर्जनीयः विसर्जनीयस्य सः इत्यनेन कर्मयोगस् योगः च कर्मयोग तत्र सकारचकारयोः योगः अतः स्तोः शुनाशुः इत्यनेन सकार किं तत्र सकारचकारयोः योगे षकारादेशः भवति सकारस्य कर्मयोगश् च इति भवति कर्मयोगश् इति तथापि श्लोकः अस्ति पञ्चमे अध्याये द्वितीयश्लोकः अस्ति द्वितीयः श्लोकः तर्हि संन्यासकर्मयोगश्च निःश्रेयसकारावृभौ किं तत्र संन्यासः कर्मयोगः च निःश्रेयसकरौ उभौ संन्यासकर्मयोगश्च निःश्रेयसकरौ उभौ करावुभौ तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते अस्तु तर्हि तत्र बोत् रिनौन्सियेशन् आफ् एक्षन्स् अण्ड् कर्मयोग लीड् टु लिबरेशन् बिट्वीन् द टु कर्मयोग हवेवर् एक्सेल्स् ओवर् रिनौन्सियेशन् आफ् एक्षन्स् इति तत्र अन्वयः भवति उभौ सन्न्यासः च कर्मयोगः निःश्रेयसकरौ तयोः तु विशिष्यते कर्मसन्न्यासात् सन्न्यासात् कर्म विशिष्यते इति अर्थः भवति. कर्मयोगः विशिष्यते. कर्मयोगः विशिष्यते. सन्न्यासयोगापेक्षया कर्मयोगः उत्तमं विशिष्यते. नाम उत्तमम् अस्ति, उत्तमः अस्ति, उत्तमः अस्ति इति भगवान् वदति तत्र. तर्हि तत्र कर्मयोगः च कर्मयोगश्च. आम्, कर्मसन्न्यासयोगः इति अध्याये. तर्हि तदेव वयं कृतवन्तः, कर्मयोगश्च इति रूपं सिद्ध्यति. अग्रिममस्ति कृष्णः योगः ठक्कुरः इति. तत्र इदानीं तदेव कार्यं भवति. कृष्णर् पुनः किं तत्र प्रथमं तु कृष्णस् ससजशूरुः, तदनन्तरं घरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य विसर्गः, तदनन्तरं विसर्जनीयस्य सः इत्यनेन विसर्गस्य स्थाने सकारादेशः, परवर्णः खर्वर्णः. अतः एतानि कार्याणि कृष्णस् ठक्कुरः इति. इदानीं तत्र सकारः ठकारः, तत्र ठकारः श्रुत्वं भवति, यतोहि ठकारः अस्ति. अतः कृष्णष्ठक्कुरः, तत्र सकारस्य मूर्धन्यषकार आदेशः, कृष्णष्ठक्कुरः इति रूपं भवति. स्टुनाष्टुः सूत्रेण अस्ति खलु भगिनि? हा तदेव, स्तो तत्र भगिनि स्तोः इति आरम्भे द्वयोः अपि अस्ति, स्तोः स्टुनाश्चुः, अनन्तरं स्तोः स्टुनाष्टुः इति सम्पूर्णसूत्रम् अस्ति तत्र. यतोहि तत्र हा सकार सवर्गीय तदनन्तरं स्टुनाष्टुः इत्युक्ते तत्र स्टुना शकार तालव्यशकार अथवा चकारः अस्ति चेत् श्रुत्वं भवति. मूर्धन्य तवर्गीयवर्णः अपि च शकारः मूर्धन्य किं वर्णः अस्ति चेत् षत्वं भवति तत्र श्रुनाष्टुः इत्यनेन. ष्टुत्वं वा? ष्टुत्वम् इत्युक्ते तत्र ष्टुनष्टुः इति किं तत्र अनुवृत्तिरूपेण स्तोः इति अपि तत्र अस्ति इति विषयः अस्ति. तत्र तस्मिन् विषये कुत्र प्रायशः अस्माभिः अपि पठितं भगिनि, तत्र अस्मिन्नेव करपत्रे वा अथवा पूर्वस्मिन् करपत्रे भगिनि वयं पठितवन्तः इति मन्ये खलु. नाम तत्र यतोहि क्रमः अस्ति, नाम सन्धिक्रमः अस्ति खलु, नाम प्रथमतया प्रथमतया एतद् एषः सन्धिः करणीयः, तदनन्तरं सः न भवति चेत् अन्यः नूतनं, तत्र सोपानं तत्रापि अस्ति खलु, क्रमः अस्ति अत्रापि. तत्र हल्सन्धिमध्ये अपि तत्र क्रमः अस्ति इति मन्ये खलु, नाम अतः एव तत्र अनुवृत्तिः भवति. तत्र इदानीं अष्टाध्यायी डाट् काम् मध्ये पश्यन्ती अस्मि, तत्र भगिनी पश्यतु, स्टुनाष्टुः इति सूत्रे तत्र दत्तमस्ति अधिकारः तत्सर्वं, किन्तु अनुवृत्तिरूपेण स्तोः इति आगच्छति तत्र. अनुवृत्तिसहितसूत्रमस्ति स्तोः स्टुनाष्टुः इति. भगिनि लघुसिद्धान्तकौमुदी मध्ये अपि लिखितमस्ति स्तोः स्टुना योगे स्टुः स्यात्. यतोहि तत्र केवलं स्टुना स्टुः इति वदामः चेत् किं भवति, स्टुना इति निमित्तं भवति, इत्युक्ते शकारः टकारः वा निमित्तरूपेण अस्ति चेत् स्टुः भवति इति. कयोः इत्यस्य उत्तरं नास्ति तत्र. कयोः इत्युक्ते स्तोः इति, स्तोः स्टुनाष्टुः इति सम्पूर्णसूत्रं भवति. समीचीनं समीचीनं भगिनि. हा नाम कदा एतत् सूत्रं कार्यं करोति इति न जानीमः, केवलं तु नास्तु इति वदामश्चेत् इति. आं महोदय सत्यं भगिनि सत्यम्. अतः अनुवृत्तिः तत्र द्रष्टव्यम्, द्रष्टव्या. उत्तमं. हा अस्तु, तर्हि तत्र कृष्णष्टक्कुरः, कृष्णष्टक्कुरः इति तत्र आगच्छति. अस्तु तर्हि अग्रे तदेव ठाकुरः, ठाकुर् इति आगतम् इति. सत्यं भगिनि. हा हा टक्कुरः इत्युक्ते कः? तत्र टक्कुरः इत्युक्ते टक्कुरः इति तत्र लार्ड् इति भवति इति मन्ये महोदय. ओ अस्तु अस्तु अस्तु. ठाकुर् इति रवीन्द्रनाथ ठाकुर थे ना, रवीन्द्रनाथ ठाकुर जमींदार थे ना, तो ठाकुर ठाकुर ठाकुर. और गुजराती में भी उन लोग ठाकुर जी या ठाकुर जी कहते हैं. ठाकुर ठाकुर ठाकुर. सो ठाकुर इति पदात् तत् सर्वं टागोर एंड ठाकुर. हाँ टागोर इति अभवत् अन्ते. प्रसिद्धः नाम, प्रसिद्धं नाम. अस्तु समीचीनम्. अस्तु अग्रे निवेदित भगिनी, अग्रे करोति वा? जिह्वामूलीयः, जिह्वामूलीयः उपद्मानीयश्च एतानि उदाहरणानि परिशीलयत. एतैः कुलग्नानाम्, एतैः कुलग्नानाम् अत्र अर्थविसर्गः अस्ति. कुपौ कपौ च सूत्रेण आगच्छति खलु. विकल्पेन एतैः कुलग्नानाम् अत्र विसर्गात् परतः कवर्णः अस्ति, कव्यञ्जनमस्ति. अत्र विसर्गस्य ककार नियम तत्र विसर्गस्य क ख इत्येतयोः परयोः जिह्वामूलीय आदेशः भवति. विकल्पेन जिह्वामूलीय आदेशः भवति. अनन्तरमस्ति शब्दखे वा शब्दः खे. तत्रपि विसर्गात् अनन्तरं ख व्यञ्जनमस्ति, अतः जिह्वामूलीय आदेशः विकल्पेन आगच्छति. तर्हि तत्र भगिनी तत्र श्लोकः अपि अस्ति, पठामः वा श्लोकम्? 143 दोषैरेतैः कुलग्नानां वर्णसङ्करकारकैः उत्स्याद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वताः. अत्र अर्जुनः श्रीकृष्णं कथयति युद्धस्य कारणेन वर्णसङ्करः जायते. वर्णसङ्करः जायते तदा कुलधर्माः तथा च जातिधर्माः नष्टाः भवन्ति. उत्साध्यन्ते, सत्यं, नष्टाः भवन्ति. अपि तत्र एतादृशदोषः तत्र ये कुलघ्नानां कुलघ्नाना कुलघातकः सन्ति, कुलानां घातः करोति, कुलानां सत्त्वं हरति, तेषां कारणेन कुलधर्माः जातिधर्माः नष्टाः भवन्ति. भवन्ति समीचीनं भगिनि. अपि तत्र दोषे कुलधर्माः तथा च जातिधर्माः शाश्वताः सन्ति, मतलब ते हमेशा चले आते चले से हमेशा चले आए हैं, वे नष्ट हो जाएंगे ना, शाश्वताः। शाश्वताः धर्माः, कुलधर्माः, जातिधर्माः, तेषां नष्टः नष्टः भवति। हा सत्यं भगिनि, हा एतेन कारणेन। अग्रिमं तत्र सप्त अध्याये अष्टमश्लोकः अध्याये अष्टः श्लोकः रसो हमप्सु कौन्तेय प्रभास्मीशिसूर्ययोः प्रणवः सर्ववेदेषु शब्दःखे पौरुषं नृषु। रसः अहम् अप्सु, अप्सु नाम जलम्, अप् इत्युक्ते जलम्, जलम् अत्र कृष्णः कथयति, हे पार्थ जलेषु अहं रसम् एव अस्ति, रसमेव अस्मि, रसः अस्मि जले, सोरि अस्मि जले अहं रसः अस्मि। तथा शशि सूर्ययोः, शशि चन्द्रमा, चन्द्रमा तयोः, सूर्ययोः सूर्य मध्ये, तत्र मध्ये न तयोः नाम षष्ठी द्विवचने तयोः, तयोः प्रभा प्रकाशः अस्मि, हा प्रकाशः, प्रकाशः अस्ति सर्वेषु वेदेषु, सत्यं सर्ववेदेषु प्रणवः, अहम् ओंकारः, ओंकारः अस्मि। के के आकाशे, हा खा इत्युक्ते खम् इति आकाशः, तत्त्वे अहं शब्दम् अस्मि, शब्दः अस्मि, शब्दः अस्मि। तथा मनुष्येषु पौरुषं, पौरुषत्वम् अस्मि, हा इति अस्ति भगिनि, सत्यं समीचीनं। तर्हि तत्र शब्दः के, शब्दः के अथवा शब्दः के, समीचीनं। तर्हि सब्जेक्ट् अहं सर्वव्याप्तम् अस्मि, हा सर्वत्र अस्मि इति, हा सर्वत्र अस्मि, सर्व कार्याणां कारणम् एव अस्मि, हा तादृशं सत्यं भगिनि, हा हा तादृशमपि तत्र यत् संसारे यत् किमपि घटति तत् सदैव मम कारणेन एव घटति वा भगिनि इति अस्ति भगिनि सत्यं, हा अतः तत्र लोके कुत्र कुत्र भगवान् अस्ति इति सः वदति तत्र कथम् अस्ति इति, हा अस्तु समीचीनम्, अस्तु अग्रे शोभा भगिनी अग्रे, धन्यवादः भगिनि। आं महोदय, इदानीं तत्र मामकाः इति खलु, सत्यं मामकाः योगः पाण्डवाः, तत्र तत्रापि विसर्गात् पुरतः उपद्मानीयवर्णः अस्ति इदानीं पा इति, अतः तत्र भट्टसूत्रमासीत् किं तत्र ककपपेतु विसर्गः इति, विसर्जनीयस्य सह ककपपेतु विसर्गः इति, किन्तु तत्र कुह्पौ कुप्वोः कह्पौ च इति सूत्रेण परवर्णः कख पफ एतेषु अन्यतमः अस्ति चेत् तत्र विकल्पेन उपद्मानीय वा जिह्वामूलीयः वा भवति इति। तर्हि मामकाः योगः पाण्डवाः इत्यत्र मामकाः पाण्डवाः अथवा मामकाः पाण्डवाः इति रूपद्वयं भवति, श्लोकः अस्ति प्रथमाध्याये प्रथमश्लोकम्. हा एतत् बहुवारम् अस्माभिः पठितः श्लोकः भगिनि, अतः अग्रिमश्लोकः अस्तु. मास्तु वा, अग्रिमम् अस्ति कृपणाः योगः फलहेतवः. तत्र पुनः तदेव विषयः, आकारात् परं विसर्गः, तदनन्तरम् उपद्मानीयवर्णः. अतः कृपणाः फलहेतवः इति वैकल्पिकरूपं, कृपणाः फलहेतवः इति अपि भवति. केवलं यथावत् अपि वक्तुं शक्नुमः. तत्र द्वितीयाध्याये नवचत्वारिंशत्तमं सूत्रम् अस्तु. दूरेण इति अस्तु. दूरेण ह्यवरं कर्म बुद्धियोगा धनञ्जया बुद्धौ शरणमन्विच्छा कृपणाः फलहेतवः इति. ओ धनञ्जय, इण्डीड् एक्षन् इस् क्वैट् इन्फीरियर् टु द योग आफ् विज्डम्. टेक् रिसार्ट् टु विज्डम्. दोस् हु थर्स्ट् फर् रिवार्ड्स् आर् पिटियबल्. तर्हि तत्र अन्वयः भवति कर्म हि दूरेण अवरम्. कर्म हि, तत्र हि इति इण्डीड् इति भवति. कर्म हि दूरेण इत्युक्ते तत्र बहु, बै फार् इति भवति अर्थः. अवरम् इत्युक्ते वरं नास्ति इति, वरं इत्युक्ते श्रेष्ठः, अवरम्. अतः अवरम् अस्ति. तर्हि कर्म हि दूरेण अवरं बुद्धियोगात्, तत्र पश्यामि बुद्धियोगात् कर्म अवरं दूरेण इति. किञ्चित् एव इति न, दूरेण एव अवरं. शरणम् अन्विच्छा, अतः तत्र शरणम् अन्विच्छा, अनु इच्छा इति भवति तत्र, अन्विच्छा इति भवति. तदेव करोतु इति अर्थे. बुद्धौ शरणम् अन्विच्छा कस्मिन् इत्युक्ते बुद्धौ इत्युक्ते बुद्धं शरणं, बुद्धौ शरणम् अन्विच्छा. तर्हि फलहेतवः कृपणाः इति, इत्युक्ते फलहेतवः, ये फलानां हेतवः भवन्ति इत्युक्ते ते कर्म कुर्वन्ति चेत् फलम् उद्दिश्य, फलम् इष्ट्वा, इष्ट्वा इति भवति वा महोदय? हा, इष्ट्वा, भवन् फलम् इष्ट्वा कुर्वन्ति, न तु किमपि कार्यं कुर्वन्ति तत्र फलं भवति, एतत् फलं भवति इति कारणेन एव कुर्वन्ति. ते कार्यं कुर्वन्ति, ते कृपणाः इति, इत्युक्ते तत्र कृपणाः इत्युक्ते अत्र वेदान्ते किं दत्तमस्ति इत्युक्ते ये आत्मज्ञानं न प्राप्नुवन्ति अस्मिन् अस्मिन् किं जगति अथवा अस्मिन् लैफ् इति किं वदामि, जीवने, जीवने अस्मिन् जीवने अस्मिन् जन्मने जन्मने कृपणाः इति दत्तमस्ति तत्र वेदान्त अर्थः, वेदान्तार्थः तादृशः अस्ति. ते कृपण तत्र बृहदारण्यक उपनिषद उपनिषत्तः उपनिषत्तः आगतः. तर्हि ते कृपणाः, किन्तु त्वं तथा मा कुरु इति भगवान् उपदिशति. कृपा इति ते कर्म कुरु फलं न अपेक्षयित्वा इति. अपि च कर्म इत्युक्ते तत्र दूरेण हि अवरं कर्म अवरम् एव, किन्तु बुद्धियोगात् अनन्तरं वदति संन्यासात् कर्म अवरम् इति, किन्तु दूरेण हि अवरं कर्म बुद्धियोगात्. धनञ्जय बुद्धौ शरणम् अन्विच्य कृपणाः फलहेतवः यतोहि तत्र द्वितीयाध्यायः ज्ञानमार्गः साङ्ख्यमार्गः इति कृत्वा तत्र तु अत्युन्नतमार्गः एव पुनः पुनः उपदिष्टः भवति भगवता अतः तत्र बुद्धौ शरणम् अन्विच इति एव विषयः फलहेतवः तु कृपणाः सन्ति इति अस्ति समीचीनं भगिनि तर्हि इत्युक्ते तत्र कर्म करोति चेत् फलहेतुः भवति अर्जुनः अतः तथा मा कुरु इति वदति अपि च अग्रे तावदेव अस्ति महोदय कृपणाः एतेषु उदाहरणेषु विसर्गात् परतः क ख प इत्येतानि व्यञ्जनानि न सन्ति तत्र विसर्गस्य क ख इत्येतयोः परयोः जिह्वामूलीय आदेशः प फ इत्येतयोः परयोः उपद्मानी आदेशश्च विकल्पेन सम्पन्नः इति सारांशः अस्ति तत्र उपद्मानीय किम् उपद्मानीय आदेशाः योगः श इत्यत्र तत्र पुनः षत्वम् आगतं श्रुत्वम् अभवत् उपद्मानीयादेशश्च इति विकल्पेन सम्पन्नः संयोगः पद् धातुः क्ताप्रत्ययः सम्पन्नः इति अग्रे पठनीयं वा महोदय अस्तु रेफः कुत्र आगच्छति इति विषयः इदानीम् एतानि उदाहरणानि परिशीलयता निराशीः योगः अपरिग्रहः तत्र निराशीः योगः विसर्गः योगः आ परवर्णः आ योगः परिग्रहः तत्र निराशी तत्र पुनः विसर्जनीयस्य सः तत्र किं ससजुषुरुः खर अवसानयो किं क्षम्यतां पुनः ससजुषुरुः हा ऋत्वं रेपस्य स्थाने खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गः तदनन्तरं विसर्जनीयस्य सः इति क्रमः तत्र खरवसानयो किं ससजुषोरुः इति रेफः तत्र अकारः अस्ति परवर्णः अतः तत्र अग्रे न सङ्गच्छति ससजुषोरुः तावदेव यतोहि करवर्णः अच् वर्णः अवसानयोर्विसर्जनीयः इति सूत्रं खरिपरे एव तत्र न भवति तावदेव अतः निराशीरपरिग्रहः इति अन्तिमरूपं सिद्ध्यति तत्रापि श्लोकम् अस्ति षष्टाध्याये दशमश्लोकम् अस्तु योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यतचित्तात्मा निराशीरपरिग्रहः इति योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यतचित्तात्मा यतचित्तात्मा इति भवति निराशीः परिग्रहः तर्हि योगी शुड् कान्स्टेण्ट्लि कान्सन्ट्रेट् हिस् मैण्ड् बै स्टेयिङ्ग् इन् ए सालिटरि प्लेस् अलोन् वित् मैण्ड् अण्ड् बाडी कण्ट्रोल्ड् फ्री फ्रम् एक्स्पेक्टेशन्स् and free from acquisition tatra anvayah bhavati yogi satatam yunjita yunjita itite tatra yujya dhatu yuktah bhavet iti arthe bhavati satatam yunjita iti tatra vidhilinge va bhavati iti manye satatam yunjita atmanepadi ha atmanepadi vidhiling सततं युञ्जीता कुत्र आत्मानम् आत्मानं कुत्र इत्युक्ते रहसि कुत्र न केन इति कं युञ्जीत आत्मानं क्षम्यतां कं युञ्जीत योगी सततं युञ्जीत आत्मानम् इति कर्मपदम् आत्मानं युञ्जीत आत्मानं युञ्जीत इदानीं कथम् इत्युक्ते तत्र किम् अस्ति स्थितः रहसि रहसि इत्युक्ते तत्र रहस्यम् इति जानीमः गूढः अथवा गुप्तदेशे तत्र अथवा एकाकी यत्र कुत्रापि इत्युक्ते तत्र पर्वतेषु अथवा गुहासु इति रहसि एकाकी भूत्वा यतचित्त आत्मा इत्युक्ते चित्त आत्मा इदानीं तत्र चित्त इत्युक्ते तत्र मैण्ड् मनस् इति भवति चित्त इति वदामः तत्र अन्तःकरणे अस्ति इति तदेव अन्तःकरणे किं मनः चित्त अहङ्कार मनोबुद्धि अहङ्कार चित्त इति आगच्छति तत्र तद् चित् सः अथवा तद् चित्तं यत चित्त आत्मा तत्र चित्तम् अपि आत्मानं संयमं कृत्वा सत्यं भगिनि संयमं कृत्वा बहुव्रीहि खलु नाम तत्र यतौ स्तः सः आं महोदय नाम संयमं कृतवान् तत्र सः चित्तमपि आत्मानम् अपि निराशीः इत्युक्ते निर् आशीः इति तत्र आशा इत्युक्ते तत्र किमपि इष्टम् इति भवति एक्स्पेक्टेशन् अपेक्षितम् इति निराशीः भूत्वा इति तत्र निराशीः अपरिग्रहः इत्युक्ते परिग्रहः इत्युक्ते तत्र यत् प्राप्तं यत् प्राप्तव्यम् इति मनसि आलोचना न भवेत् सत्यं भगिनि किमपि प्राप्तव्यम् अस्ति इति आलोचना न भवेत् इति तर्हि तत्र योगी सततं युञ्जीत आत्मानं स्थितः रहसि एकाकी यतचित्तात्मा निराशीः अपरिग्रहः इति भवति तदा तस्य तेन किं तत्र उपयोगः भवति इत्युक्ते तत्र ध्यानयोगे अस्ति एतत् तर्हि तदा तथा कुर्यात् सः समीचीनम् अग्रिमे श्लोके तु तत्र वयं तत्र अग्रिमं श्लोकं वयं पूर्वमपि पठितवन्तः तत्र योगिनः आसनं कथं भवेत् तत्र इति शुचौ देशे इति शुचौ देशे प्रतिष्ठाप्य इति तत्र नियमाः सन्ति तत्रापि तत्र गीतासोपाने अपि तत्र तस्य पठितवन्तः उल्लेखः आसीत् तत्र अत्र प्रायशः अन्यः अंशः नाम तत्र योगी इति कर्तृपदं खलु युञ्जीता क्रियापदम् आत्मानं कर्मपदं स्थितः अपि एकाकी यतचित्तात्मा निराशीः अपि अपरिग्रहः इति तत्र विशेषणानि योगी इति पदस्य तादृशः योगी इति इत्युक्ते तत्र योगी एकाकी भवति आत्मानं युञ्जीत रहसि एकाकी यतचित्तात्मा निराशी परिग्रहः स्थितः इति भवति रहसि स्थितः सः रहसि स्थितः अपि एकाकी भवेत् योगी यतचित्तात्मा भवेत् योगी निराशीः भवेत् योगी अपि अपरिग्रहः भवेत् योगी तत्र सर्वेषाम् एकाकी अस्तु ते सर्वे प्रथमविभक्त्यां सन्ति रहसि इति एव सप्तमी अस्ति तत्र सत्यं भगिनि तत् स्थितः तत्र स्थितः स्थितः इति तत्र एव अन्वयः भवति खलु भगिनि नाम तत्र तेषामपि खलु महोदय एकाकी नाम तत् नाम तत्र स्थितः इति रहसि इति तत्र स्थलं तत्र रहसि इति सप्तमी अस्ति अतः तत्र स्थितः रहसि स्थितः भवेत् नाम तत्र एतत् यत् कार्यं सः करोति तद् रहस्याकरणीयं नाम खलु रहसि स्थितः सः तेन कर्तव्यं तत्र स्थितः तदनन्तरम् एतत् सर्वं दत्तं महोदय सत्यं भगिनि किन्तु तत्र प्रायः अन्वयः रहसि स्थितः इति एव तदनन्तरम् अन्वये स्थितः प्रथमं दत्तं स्थितः रहसि सत्यं सत्यं नाम स्थितः रहसि तदनन्तरम् एकाकी इति अस्ति एकाकी पुनः आद्योगी एकाकी अस्ति योगी इत्यस्य विशेषणानि विशेषणानि सत्यं भगिनि नाम योगी स्थितः स्थितः कः योगी स्थितः किन्तु केवलं स्थितः हा कीदृशः योगी स्थितः योगी कुत्र स्थितः योगी रहसि स्थितः योगी पुनः कीदृशः योगी एकाकी योगी यतचित्तात्मा योगी निराशीः योगी अपरिग्रहः योगी इति तर्हि तत्र रहसि इति पदस्य अन्वयः केवलं स्थितः इति तेन सह गच्छति तावदेव सत्यं महोदय खलु इत्युक्ते तत्र आम् आम् यथा तथा एतादृशमपि वक्तुं शक्नुमः तर्हि महोदय एकाकी यतचित्तात्मा निराशी परिग्रहः योगी रहसि स्थितः सततम् आत्मानं युञ्जीता युञ्जीता सत्यं भगिनि तदपि समीचीनं सत्यं अस्तु समीचीनम् अस्ति तर्हि अत्रैव स्थगयामः तर्हि अद्य बहु किमपि जातं समीचीनमेव आसीत् अस्तु तर्हि तत्र अशोभगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा पूर्णमधः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय नमस्कारः धन्यवादः भगिनी धन्यवादः नमस्कारः धन्यवादः नमस्कारः पुनर्मिलामः